पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 19 शौनक उवाच अज्ञानात् प्राश्य विन्मूत्रं सुरां संस्पृश्य वा पुनः यथा शुद्धिर्भवेत्तेषां कथयामि शृणुद्विज प्राजापद्यद्वयं कुर्यात् तीर्थाभिगमनं मुने पृषैकादशगोदानं सशिखं वपनं ततः गत्वा चतुष्पथं सर्वं प्राजापत्यव्रतं तथा गोद्वयं तु ततो दद्यात् पञ्चगव्यं पिपेत्तदः ब्राह्मणान् भोजयित्वादु शुद्ध्यत्यत्र न संशयः चाण्डालान्नं जलं चैव ज्ञानदोऽपि विपत्तिषु यदि भुङ्क्ते नरः कश्चित् कृच्छ्रं चान्द्रयणं चरेद सशिखं वपनं कृत्वा पञ्चगव्यं ततः पिबेद एकद्वित्रिचतुर्गावो देयाद्विप्रेष्वनुक्रमाद वृषलान्नं सूदकान्नम् अभोज्यान्नं जलं च वै शूद्रोच्छिष्टं यदा भुङ्क्ते ज्ञानदो वा विपत्तिषु प्राजापत्यद्वयं कुर्याच्चान्द्रायणत्रयं तथा गोद्वयं तु ततो दद्यात् पञ्चगव्यं पिबेद्विज हुत्वा ह्यग्नौ बहून्विप्रान् भोज्य शुद्धो भवेद्ध्रुवम् आखुनकुलमार्जारैरन्नं चेद्भक्षितं द्विज तिलदर्भोदकैः प्रोक्ष्य शुद्ध्यत्येव न संशयः पलाण्डुं लशुनं शिग्रुमलाम्बुं गृञ्जनं पलं भुङ्गेयो वै नरो ब्रह्मन्व्रतं चान्द्रायणं चरेद मध्यमांसप्रियं शूद्रं निजकर्मानुवर्तनैः तं शूद्रं वर्जयेद्विप्रश्वपाकमिव दूरतः द्विजसेवानुरक्ताये मध्यमांसविवर्जिताः दानस्वकर्मनिरतास्ते ज्ञेया वृषलोत्तमाः अज्ञानात् भुञ्जते विप्रसूदके मृतके यदि गायत्री दशभिर्विप्रसहस्रैश्च शुचिर्भवेद् सहस्रैः क्षत्रियश्चैव वैश्यः पञ्चसहस्रकैः पञ्चगव्यैर्भवेच्छुद्धो वृषलोऽपि तपोधन आज्यं तु तोयं नीचस्य भाण्डस्थं दधि यः पिबेद अज्ञानतोऽपि यो वर्णः प्राजापत्यव्रतं चरेद दानं बहुतरं दद्याच्छुद्धो ह्यग्नौ यथाविधि शूद्राणां नोपवासोऽपि दानेनैव विशुध्यति सशिखं वपनं कुर्यादहो रात्रोपवासदः नीचैर्दण्डादिभिश्चैव ताडितो यो नरो द्विज प्राज्ञापत्यव्रतं कुर्याच्चान्द्रायणव्रतं तु वा सशिखं वपनं चैव पञ्चगव्यं पिबेत्तदः गोद्वयं तु ततो दद्यादग्नौ चान्नादिकं हुतं मद्यपानं गृहे विप्र ज्ञानदोऽपि यदृच्छया यदि भुङ्क्ते नरः कश्चित् पात्यसोऽपि कुलान्नरः गोबीजहन्ता यो विप्रच्छेदकश्च दलस्य च स्वर्णस्तेयी भवेत् कृच्छ्रं प्राजापत्यत्रयं चरेद सशिखं वपनं कृत्वा पञ्चगव्यं तथापि वेद यथाविधिहुदं चाग्नौ दद्याद्धेनुत्रयं तथा तस्य भुक्तं जलं चैव ग्राह्यं स्याद्वै तपोधन प्रान्तस्त्र्यहं तु चाश्नीयात्र्यहं सायमयाचितं त्र्यहं चैव तु नाश्नीयात् प्राजापत्यमिदं व्रतं गोमूत्रं गोमयं क्षीरं दधि सर्पिकुशोदकं दिनद्वयं पिबेद्विप्र चैकरात्रमुपोषितः सर्वपापहरं कृच्छ्रं मुने सां तपनं स्मृतं ग्रासं त्र्यहं तु चैकैकं प्रातःसायमयाचितम् अद्यात्र्यहं चोपवस्येदधिकृच्छ्रमिदं व्रतं प्रदित्र्यहं पिबेदुष्णं जलं क्षीरं कृतं द्विज सकृत्स्नायी तप्तकृच्छ्रं स्मृतं पापहरं मुने अभोजनं द्वादशाहं कृच्छ्रोऽयं पापनाशनः पराको नाम विज्ञेयप्रसिद्धश्च तपोधन एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेद इन्दुक्षयेन भुञ्जीद चान्द्रायणव्रतं स्मृतम् अश्नीयाच्चतुरः प्रातः पिण्डान्विप्र समाहितः चतुरोस्तमिदे चार्के शिशु चान्द्रायणं स्मृतं कूष्माण्डकादीयानारी पञ्चगव्यं पिबेत्र्यहं कूष्माण्डपञ्चकं दद्यात् ससुवर्णं सवस्त्रकं तस्या वारि तथा भक्तं ग्राह्यं स्याद्वै तपोधन इति श्रीपद्मे महापुराणे ब्रह्मखण्डे सूदशौनकसंवादे एकोनविंशोऽध्यायः ओम्।